नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे तव्यत्तुमुन् पृच् इति पाठः अनुवर्तते। गतपाठे वयं भुआदिगणात् आरभ्य त्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनीटां च हलन्तधातूनां रूपसिद्धिः इति दृष्टवन्तः। तत्र हलन्तधातुषु द्वि अधिक 100 धातवः अनीटः, अनन्तरं तत्र 37 धातवः वेटः इति पूर्वस्मिन् पाठे वयं इडागमविषये यदा चर्चितवन्तः तस्मिन् समये ज्ञातवन्तः। एतेषु पुनः 24 ऊदितः, 8 रदादयः, अनन्तरम् एकः निर् उपसर्गपूर्वक कुष् इति धातुः इति अत्र उक्तमस्ति। तकारः अस्ति इति कारणेन तत्र हल् सन्धि भवति। तेषु कवर्गान्तदातवः प्रथमम् आसीत्, तत्र तु खरीच इत्यनेन चत्वं भवति। उदाहरणम् एकं, शक् योगः तव्यत्, शक्तव्यं, शक्तुं, शक्ता इति रूप तव्यत् तुमुन् सृच् इति इत्यस्य रूपाणि। शवर्गान्तः धातुः एकाच् चकारान्तदातवः, 6 षडपि अनिटः एव, अतः पक्तव्यं, पक्तुं, पक्ता, पक्त्री, पक्तृ, करिचोः कुः, करिच इति कार्यद्वयम् अत्र शवर्गान्तेषु। अनन्तरं वेट् चकारान्तधातुः धातु द्वौ धातु तत्र चञ्चु ओवृश्चु इति तञ्चु धातु इडागमः भवति चेत् तञ्चितव्यं, तञ्चितुं, तञ्चितृ इति इडागमपक्षे। अनिडादिपक्षे तु तत्र तप्ता अस्ति खलु, अतः सन्धिकार्यं चोहोक्कुः, नश्चापदान्तस्य चलि, करीच, अनुस्वारस्य परसवर्णः, तङ्क्तव्यं, तङ्क्तुं, तङ्क्ता इति अनिडादिपक्षे भवति। अनन्तरं व्रश्च धातुः, व्रश्च व्रश्च इति सूत्रम्, अतः तत्रापि इडादिपक्षे व्रश्चितव्यं, व्रश्चितुं, व्रश्चितृ इति रूपम्, अनिडादिपक्षे व्रष्टव्यम् इति रूपम्। अनन्तरं द्रष्टव्यं तावदेव अत्र उक्तं खलु। आम्, व्यच् व्यच् धातुः व्यचेः कुटादित्वं अनसीत अनसी इति वक्तव्यम् इति तत्र वार्तिकमासीत्। व्यच् धातोः परम् अस्भिन्न अनसी खलु, अस्भिन्न कृत्प्रत्ययाः सन्ति चेत् नित्वत् भवति इति वार्तिकस्य अर्थः। किं प्रत्ययः तथा न भवति यथा लुट्लकारे, अतः अत्र किं भवति, व्यच्योगः इतव्य ग्रहीजा इत्यनेन सम्प्रसारणं, विच् योगः इतव्य नित्वात् इति च इत्यनेन गुणनिषेधः, विचितव्यम् इति रूपं भवति। विचितव्यं व्यचेः कुटादित्वमनसि इति वक्तव्यम् इति तत्र वार्तिकम्, विचितव्यं, विचितुं, विचिता इति रूपम्। फ्रच् धातुः चकारान्तधातुः एकः एव, अनित् धातुः चोः षूडनुनासिके च, अनन्तं व्रश्च व्रश्च इति रूपं रूपाणि, तत्र प्रष्टव्यं, प्रष्टुं, प्रष्टा इति रूपम्। चकारान्तधातुः आरभ्य एव अद्य द्रष्टव्यं। महोदय, भवान् एकः एव अस्ति, अतः भवान् एकवारं पठतु, अनन्तरम् अहं प्रायः पठामि। विजयभगिनी अस्ति, परन्तु सा बहिः अस्ति, केवलं शृणोमि इति उक्तवती। अहं चिन्तितवती यदा वयम् आरम्भं कुर्मः अन्ये आगच्छन्ति इति, अथवा समयः तु व्यर्थः भवति खलु। अस्तु, भवान् पठतु, अहम् अनन्तरम् अहं पठामि। जकारान्तदातवः, तत्र एका जकारान्तदातवः 15 दातवः अनिटः, येषु केचन सामान्याः, केचन विशेषाः। ये सामान्याः सन्ति ते लघुपदाः चेत् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति, सामान्यानां सर्वेषां हलसन्धिः भवति चोः कुः च खरि च इति सूत्राभ्यां त्यज् योगस्तव्यत् तत्र त्यज् इत्यस्य त्यग् इति भवति कुत्वं त्यज् अनन्तरं चत्वं त्यक्तव्यम् इति भवति तथैव भज् अपि तत्र भज् इत्यस्य भग् इति भवति चोः कुः इत्यनेन जकारस्य स्थाने तृतीय गका कव गकारः अनन्तरं तकार खर्वर्णः अस्ति इति कृत्वा खरिच इत्यस्य प्रसक्तिः भक्तुं तथैव निज् इति अस्ति निजयोग त्रिच् अत्र इगन् लघु इक् वर्णः अस्ति उपधायां तर्हि पुगन्तलघुपदस्य चेति सूत्रेण तत्र गुणः नेज् योगतृ चोः कुः नेग् योगतृ खरिचैतनेन नेक्तृ अनन्तरं तत्र प्रथमविभक्तिरूपं नेक्ता इति नेक्ता नेक्त्री नेक्तृ इति एवमेव अन्येषां जकारान्तधातूनां रूपाणि इति विज् विज् इति धातुः तत्र विज् इति एकः चेट् अस्ति विजय् तत्र विजि विजय् तत्र गुणः न भवति इति खलु नित्वत् भवति इति एतत् भिन्न भिन्नधातुः अस्ति पश्यामि विज् इति धातुद्वयम् अस्ति वा आम् आम् अस्ति इति चिन्तयामि तत्र आं महोदय तत्र द्वयः अस्ति विज् पृथक्भावे जुहोत्यादिगणे अनिट् विज् भयचालनयोः ओ विजि तुदादिगणे सेट् विज् रुदादिगणे अपि भयचालनयोः एव तदपि सेट् विनक्ति इति भवति विनक्ति विज् एतत् प्रायः जुहोत्यादि खलु अनिट् विज् वेक् अहं केवलम् अन्तिमरूपं वदामि विज् तत्र गुणः भवति वेज् वेग् वेग् वेक् वेक्तव्य वेक्तव्य वेक्तव्यः वेक्तव्यः तथैव भुज् इत्यस्य भोक्तव्यः रुजु रोक्तव्यः सर्वे अनिटः योक्तव्यः भञ्ज् इति अस्ति भञ्ज् योगस्तव्यत् तत्र चोः कुः भङ्ग् इति भङ्ग् अनन्तरम् अस्तु तत्र मूले नकारः अस्ति इति चिन्तयामि अतः नकारस्य नश्च पदान्तजलि अनुस्वारः अनुस्वारतै परसवर्णानन्तरं भवति भङ् भङ्सव्य इति भङ्क्तव्यते नकारः भवति सत्यं भङ्सव्यं भङ्क्तव्यं रङ्क्तव्यं तथैव अत्र रञ्ज् इत्यस्यापि तथैव अस्ति अनुस्वारः अनुस्वासे यदा कुत्वं भवति अनन्तरमेव अनुस्वारसे परसवर्ण इति चिन्तयति तत्र रङ्क्तव्यं क्वङ्क्तव्यं सङ्क्तव्यं तत्र सर्वत्र उपादायं नकारः अस्ति तदनन्तरं तत्र भवति विशिष्ट अनीट् जकारान्तदातवः तत्र धातोः आगमः वयम् अस्माभिः दृष्टम् पूर्वं तत्र मस् धातोः मस्तिनशोः जलि तत्र जलिपरे नुमागमः भवति इति अस्ति तत्र नुम् इति भवति तत्र सकारस्य मस् योग तव्यत् तत्र तत्र मस्तिनशोः जलि इत्यनेन तत्र नकारः भवति मन्स्ति इति भवति अनन्तरं चोः क्षम्यतां तत्र सकारस्य लोपः कोः संयोगादन्त्ये च इत्यनेन मञ्ज् इति भवति मञ्ज् इति अनन्तरं मङ्क्तव्यं तत्र तत्र मङ्क्तव्यम् इति अस्ति नित्यं खलु मस्तिनशोः जलि नित्यं खलु सत्यं तत्र मस्जिद् धातोः नुमागमः भवति जलादिप्रत्यये परे खलु अतः मङ्क्ता मङ्क्तुं मङ्क्तव्यम् इति भवति अत्र नकारस्य नुमागमः भवति, अनुस्वारः भवति अनुस्वारस्य, अनन्तरं परसवर्णः भवति इति अस्ति सर्वत्र. कवर्गीय अनुनासिकवर्णः भवति नकारस्य स्थाने. सृज् इति धातुः अस्ति. तत्र एकं वार्तिकमपि उक्तं महोदय, मस्येः तत्र अन्त्यात् पूर्वनुं वक्तव्यः इति वार्तिकेन मस्यात्. आमां, तदा अस्माभिः पठितमासीत्, परन्तु अत्र अहम् अनन्तरं पठितवान् किमर्थम् अत्र तस्य आवश्यकता नास्ति खलु. तत्र तत्र नुम् इत्युक्ते न नुम् इत्युक्ते मिद् अन्त्यात् परः. अत्र प्रायः नीलेशमहोदयेन लिखितमासीत् कुत्रचित् तस्य दोषपूर्णः भवति, अतः एव अन्यत्र अत्र किमपि नास्ति इति चिन्तयामि. अत्र अत्र अन्त्यात् अचः परः खलु. आम्, अन्त्यात् अचः इत्युक्ते मकारात् मकारोत्तरवर्ति अकारात् अनन्तरमेव आगच्छति खलु. सकारजकारयोः मध्ये अहं वर्णः मध्ये अच्वर्णः नास्ति खलु. मध्ये मकारात् अनन्तरम् अकारः अस्ति खलु, अन्त्यात् अचः परः खलु. तत्र एव आगन्तव्यं खलु. अत्र किमपि अस्य पृथक् अस्य वार्तिकस्य आवश्यकता एव नास्ति कदाचित् चिन्तितवान् तदापि अनन्तरं कुत्र पठितवान् अन्यत्र कुत्रचित् अनिष्टरूपं भवति, अतः एव एतत् वार्तिकस्य आवश्यकता अस्ति इति कुत्रचित् पठितं मया. अत्र भवति खलु नकारः. नो, तत्र प्रथम सोपानं पश्यतु. मत्स्ययोगः तव्यत् मा इस् इन् इज् तत्र एव नकारः आनीतवन्तः सकारजकारयोः मध्ये. सकारजकारयोः मध्ये आनीतवन्तः खलु नकारः. अनन्तरं स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः कृतवन्तः. स्कोः संयोगाद्योः तत्र संयोगादि भवतु इति वा, संयोगः भवति इति वा, तत्र सकारनकारयोः संयोगः सत्यं सकारलोपः कृतवन्तः. अत्र तादृशं कृतवन्तः. स्कोः संयोगाद्योरन्तेः प्रथमम् अकृत्वा मस्जिति धातुः पूर्णतया स्वीकृत्य सकारात् अनन्तरं नकारः आनीतवन्तः. सामान्यतया तादृशं न भवति खलु. मकारात् अनन्तरमेव मकार अकार अनन्तरमेव नुमागमः खलु. मन्सृज् इति भवति संयोगादेः इति संयोग इदानीं सकार नकार जकार भवति, भवति यदि नकार सकार जकार इति चेत् मध्ये भवति इति कृत्वा वा. सत्यम्, आम्, अथवा तत्र मनसज् इति भवति यदा एतद् वार्तिकं नास्ति चेत् मनसज् मा आ इन् इस् ज इति भवति. आम्, तत्र स्को तदि तदा स्कोः इति कार्यं न करोति न न तदापि स्कोः कार्यं भवति खलु. सकारचकारयोः तु संयोगः अस्ति. तत्र आद्योः खलु आदिमः सकारस्य लोपः स्कोः संयोगाद्योरन्ते च कार्यं न भवति. नकार सकारचकारयोः संयोगः भवति इदानीं मध्ये सकारः आदे आदौ भवेत् तत्र संयोगः अस्ति. आदौ भवेत् सकार नकार जकार इत्येव स्कोः संयोगादि संयोगाद्योः इति भवति इति वा. सत्यं अनन्तरम् एतत्तु सपादसप्ताध्यायः सूत्रं खलु 7160 मस्जि न जो अस्ति न जो अतः तस्य कार्यं प्रथमं भवति प्रथमं करणीयमेव तत्र तत्र तत्र द्वितीयपादे अस्ति खलु द्विपादीसूत्रम् अस्ति खलु सत्यं सत्यं तदनन्तरमेव आगच्छति द्विपादिकार्यमस्ति आम् सत्यं तत्र लोपः एकनिमिषं महोदय अरुणा भगिनी उषा भगिनी स्थानं प्राप्तं वा मस्जिद् धातुः मस्जिद् धातु अस्तु क्षम्यतां भगिनी विस्मृतवती टैमिङ्ग् विस्मृतवती क्षम्यतां परन्तु अनन्तरं वर्गः अस्तु मस्जिद् धातुः मस्जातोः नुमागमः भवति जलादिप्रत्यये परे इति महोदयेन तत्र एकं तत्र वार्तिकमपि एकमासीत् अस्ति मस्जेर् अन्त्यात् पूर्व नुं वक्तव्यः इति वार्तिकेन मस्जातोः नुम् आगमः भवति अन्त्यात् वर्णात् पूर्वं सामान्यतया नुम् इति मिदचोन्त्यात् परः इत्यनेन अन्त्यात् अचः परः एव भवति खलु अत्र मस्जिदातोः विषये अनेन वार्तिकेन अन्त्यात् वर्णात् पूर्वम् अतः जकारात् पूर्वं नकारः मस्व मा मकारः अकारः सकारः नकारः जकारः इति जातः इदानीं स्कोः संयोगाद्योरन्ते च इत्यनेन आदौ संयोगस्य आदौ यत् सकारः अस्ति तस्य लोपः मञ्जि योगः तव्यः अनन्तरं यत् अन्तरं यदस्ति तत्तु परिचितमेव एतदेव नूतनम् इति न परन्तु पूर्वं कुत्रचित् पठितम् अस्माभिः मस्जेर् अन्त्यात् पूर्व नुं वक्तव्यः समीचीनं वा अरुणा भगिनी उषा भगिनी अस्तु महोदय अग्रे तुमुन् अस्तु तत्र मङ्क्तुम् इति भवति मङ्क्तुं तथैव मङ्क्ता इति मन्त्र मङ्क्त्री इति त्रिषु लिङ्गेषु अनन्तरं सृज् धातुः तत् पठनीयं वा सृज् प्रायः अरुणा भगिनी पठेत् सम्यक् तदेव अत्र केवलम् एकं वार्तिकं मस्जेर् अन्त्यात् पूर्वं नुं वक्तव्यः इति केवलं मस्जातोः विषये एव एकः वार्तिकं कृतम् मङ्क्तव्यं मङ्क्तुं मङ्क्ता इति रूपम् भगिनि अज् धातु दृष्टम् अज् धातु अनन्तरं विशिष्ट अनित् जकारान्तदातवः धातौ आगमः इत्यत्र मस्जिनसोर् तत्र आदौ एकम् इण्डेक्स् इव किमपि अस्ति खलु तत्र आदौ अस्ति तद् योजयतु दिस् इस् अ वेरि लाङ्ग् करपत्रं फैन् सम्थिङ्ग् इट् इस् वेरि डिफिकल्ट् तत्र जकारान्त विशिष्ट जकारान्तदातवः तत्र एव 7.3.3.2 ओके अस्तु भगिनि मस्जिनोर् मस्जिनशोर् जलि ओके मस्जिनशोः जलि सृजिदृशो जल्यमक् इति वयं दृष्टवन्तः मस्ज् धातुः नुम्मागमः भवति जलादिप्रत्यये परे 7160 but this is 6150 this is 6150 that tire number 7160 अस्तु भगिनि धन्यवादः अस्तु अरुणा भगिनि सृज् धातु पठतु भगिनि सृज् धातु भगिनि सृज् धातुः सृजि दृशो दल्याम् अकिति इत्यनेन अष्टम षष्ठध्याये प्रथमपादे अष्ट पञ्चाशत् धातुः सूत्रं सृज् धातोः अमागमो भवति चित् भिन्न जलादिप्रत्यये परे सृज् योगतव्यत् सृजिदृशोड्डल्यामकिति इति सूत्रेण गुण सृज्य अम् भवति अत्र केवलं ऋतो ऋतवन्तात् एव सूत्रम् असृज्यव अं यव तव्य श्रूयव चकार तव्य इको एनर्जि तव्य वृक्षभृच्छ सृजमृद्ध यजराजभ्राज तस्वां सहाय सूत्रेण मृदन्य सकार सृजस्थाने चकारस्थाने आगच्छति सज्यव तव्य स्तृणास्तिकूचेन स्वस्तव्य स्वस्तव्यम् एवमेव सृजुं स्वस्तुं स्वस्तृ स्वस्ता स्वस्तृ स्वस्थि इति रूपं रूपाणि सृजिदृशोर्जल्यमचिति सूत्रम् सृजधातोः च दृष्टधातोः च अम् आगमः भवति चित् भिन्नजलादिप्रत्यये त्वरे सृजिश्च दुश्च तयोः इतरेतरद्वन्द्वः सृजिदृशो तयोः सृजिदृशोः न चित् अकित् नै तत्पुरुषः तस्मिन् अकिति सृजिदृशोसत्यन्तं जलि सत्यम्यन्तम् अं पदमान्तम् अकिति सत्यम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं सृजिदृशोः अं जलि अकिति सूत्रं वदति असृज् दृष्टातुविषये अमागमः भवति निमित्तमस्ति चेत् भिन्नजलादिप्रत्यये परे तव्यत् इति कित् नास्ति अतः जल् वर्णः अस्ति खल अतः सृजि सृजिदातुतः परे अम्मागमः भवति जलि अकित् प्रत्यये परे सम्यक् सृजिदृशो जल्यम् अकिति अकित् भिन्नप्रत्ययः कित् भिन्नप्रत्ययः तुमुन्दृच्छितव्यत् अतः अत्र अम्मागमः भवति अग्रे भगिनि धात्वादेशः धात्वादेशः ब्रश्च ब्रश्चोरोपदयोः रम्मन्यतरस्यां 6447 अद्य धातु अद्येर्यपोः विज् धातु विज् इट् ब्रश्च पूर्वं पठितवान् तत्र आत्वादेशे त्रीणि सूत्राणि अस्ति अधुना ब्रश् धातु श्रे ब्रश्चो रोपदयोः रम् अन्यतरस्य इति सूत्रेण भ्रष्टव्यं प्रथमगुण रेप आगच्छति भगिनी अत्र रम् रम् आगमः भवति ब्रष्टव्यम् ओके ब्रष्टयोग रम् आगमः रेपसकारयोः निवृत्ति भवति ब्रज् प्रस् रेफः इति आगमः ब्रज् ब्रज् वदव्य ब्रस्तभ्रस्त सृजमुज मुज यजराज राज तत्सवां सूत्रेण सकारस्थाने सकार आगच्छति तृणास्तु सूचनेन तत्र निर्मितरूपं भवति ओके सूत्रं वदति ब्रस्यो रोपदयोः रम्यनर्थस्य ब्रस्तधातोः रेपस्य उपदावर्णस्य स्थाने विकल्पेन रम् आगमो भवति आर्धधातुकप्रत्यये परि रम् इति आगमे अकारः उच्चारणार्थम् अकारः इति सम्यक् च कौमुदीकारः प्रतिपादयति यदत्र स्थाने इत्यपि अस्ति प्रतिपादयति यत्र तत्र स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति एकस्मिन्नेव सूत्रे उभे कार्ये नाम रेफस्य उपधावर्णस्य च स्थाने भवति स्थानपषष्टिनिर्देशात् उपधारि स्थानषष्टिर्निर्देशात् रोपदयोः निवृत्तिः अपि च रम् इति आगमः अस्ति मिलित्वा अन्त्यात्वः परः राम् इत्यस्मिन् अकारः उच्चारणार्थम् अस्य उपदा च तयोः इतरेतरद्वन्द्वरोपदे तयोः रोपदयोः ब्रह्मषष्ट्यन्तं रेपदयोः षष्ट्यन्तं रामस्य प्रथमान्तम् अन्यतरस्य सत्यमन्तम् अनेकपदमिदं सूत्रम् आर्धदातुके इत्यस्य अधिकारः अनुवर्तितसूत्रं ग्रह्योरोपदयोः रम् अन्यतरस्याम् आर्धदातुके सूत्रं वदति सूत्रे विशिष्टं कार्यमस्ति किम् इत्युक्ते आगमः अस्ति निषेधः अपि अस्ति अत्र भ्रष्टधातुः रेफस्य रेफाकारः अस्ति अत्र अनन्तरं सकारः अस्ति द्वयोः उपधावर्णस्य स्थाने विकल्पेन रम् आगमः भवति निमित्तमस्ति अर्धधातुप्रत्यये परे वयं जानीमः रम् इत्संज्ञा भूत्वा केवलं रेफ एव अवशिष्यते अत्र विशेषकार कौमुदीकारः वदति स्थाने आगमः अस्ति एकस्मिन् एव सूत्रे स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति एकस्मिन् सूत्रे उपकार्यद्वयम् अस्ति ततः अनुवर्तसूत्रं वदति ब्रस्धातोः रेफा उपधायोः रं विभागेन विकल्पेन आदेश आगमः भवति आर्धधातुकप्रत्यये तदेव भगिनि सत्यम् अतः तत्र कार्यद्वयं रेफस्य उपधावर्णस्य स्थाने रम् इति कश्चन आगमः भवति इति विशिष्टसूत्रमस्ति प्रायः वयम् इडागमपाठे दृष्टवन्तः वा कुत्रचित् अन्यत्रापि एतत् वारद्वयं वा त्रयं वा वयं दृष्टवन्तः ब्रश्च प्रश्चोरोपदयोः रम् अन्यतरस्याम् इति तत्र कार्यद्वयं तत्र रेप उपधावर्णस्य स्थाने किं भवति इत्युक्ते रम् इति आगमः भवति अग्रे तत् पठतु भगिनि तत्र स्पष्टं भवति ब्रश्चयोगः रूपम् तदेव ब्रश्च इव तव्य प्रथमं प्रश्चोरोपदयोः रम्य अनुसरिष्यामि सूत्रेण उपधा धातोः ब्रश्धातोः रेफस्य उपधावर्णेषु स्थाने द्वामागमः भवति अतः बज् योगः रेफ इति बज् आगमः बर्ज बज्ज एव तव्य अधुना ब्रश्च ब्रश्च सृज मृज यज राज ब्राज तस्य सां सह सूत्रेण जकारस्थाने सकार आदेशः भवति सुधातुः सूत्रं भूत्वा प्रष्टव्यम् इति रूपं भवति अभावे अस्ति चेत् रम आगम अभावे अस्ति चेत् ब्रश्च एव तव्य केवलं कोः संयोगाद्योरन्ते च सूत्रेण संयोगाद्यो कोः लोपात् भवति निमित्तमस्ति जले पदे तव्य इति जले वर्णमस्ति ब्रज् तव्य अधुना वस्त्रभ्रष्टभुज यजराजभ्राजसूत्रेण सकार आदेशः भवति झलि स्थाने ब्रश् इव तव्यस्तु नाष्टुः इति श्रुत्वं द्रष्टव्यम् इति रूपं भवति एवमेव ब्रश्च्या युगतमुन् द्वष्टुं भवति ब्रश्च युगतृत् भ्रष्टृ भ्रष्टा भ्रष्टृ भ्रष्टि इति त्रीणि रूपाणि पठामि भगिनि आद्यदातुमपि समीचीनं तदेव तदेव अस्ति तत्र रेपसकारयोः निवृत्तिः अनन्तरं तत्र विदचोन्त्यात् परः इति अन्त्यात् अचः परः रेप आगमः पुनः वर्ज् इति तदेव अस्य सूत्रस्य अर्थः ब्रश्चोरोपदयोः रम् अन्यतरस्यां सः तत्र कार्यं तदनन्तरं तद् सत्यं सत्यम् आं भगिनि धन्यवादः समीचीनं तदेव ब्रश् धातुः उषा भगिनि अज अज अज् धातुः अस्तु भगिनि अज् धातुः अज् योगः तव्यत् अज् धातुः अज् योगः तव्यत् वेतव्यम् एवमेव अज् योगः तुमुन् वेतुम् अज् योगः तृच् वेतृ वेता वेता ओके वेता स्त्रीलिङ्गं वुड् बि वेत्री स्त्री वेत्री अण्ड् नपुंसकलिङ्गं वेतुं न नाट् वेतु ओ स्त्रीलिङ्गं वेतृ स्त्रीलिङ्गं वेतृ आं न स्त्रीलिङ्गं वेत्री अण्ड् नपुंसकलिङ्गं वेतृ आम् कर्ता कर्त्री कर्तृ अजेर् अजेर् व्य घ ञपोः अजेर् धातोः वि इति अयम् आदेशः स्यात् आर्धधातुकविषये घञ्च अप् च वर्जयित्वा घञ्च अप् च वर्जयित्वा अजेर् धातोः वि इति आदेशः स्यात् आर्धधातुकविषये अजेः षष्ट्यन्तं वि प्रथमान्तम् अ घ अघ ञपोः सप्तम्यन्तं त्रिपदमितं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजेः वि आर्धधातुके अ घ ञपोः पूर्वमपि वयं दृष्टवन्तः अजेर् व्य घ ञपोः अजेर् धातोः वि आदेशः भवति आर्धधातुकविषये आर्धधातुकविषये परन्तु घञ् अपि च अप् इति प्रत्ययः परः अस्ति चेत् वि इति आदेशः नास्ति अजेर् विज् विज् धातु उद् योगः विज् योगः इतव्य उद् योगः विज् योगः इतव्य सेट् धातु अज् धातु सेट् नास्ति ओके ब्रश् धातु अपि वि इति सेट् नास्ति वि इति आमां वि इति वि इति आदेशः अस्ति इत्यनेन विज् धातु सेट् अस्ति विज् उद्योगः विज् योगः इतव्य पुगन्तलघुपदस्य च इत्यनेन गुणादेशः प्रसक्तः प्रत्ययः सेट् अतः ङित्वत् भवति सेट् अधः ङित्वत् भवति तस् प्रत्ययः सेट् सो तस्मात् सूत्रमस्ति सूत्रमस्ति अग्रे ओ अस्तु भगिनि देट्स् वै वास् वण्डरिङ्ग् ओके ङित्वत् भवति तस्मात् ङिति च इत्यनेन गुणनिषेधः उद्विजितव्यम् एवमेव उद्विज् योगः उद्योगः विज् योगः इतुम् उद्विजि विजितुम् ओके गुणा नास्ति उद्विजितुं वाट् इस् देट् इट् कम्स् इन् गीता खलु वाट् इस् देट् उद्वेगः उद्वेग न नाट् उद्वेगः महोदय दट् ट्वेल्त् चाप्टर् एकनिमिषं भगिनि उद्विजेत् यस्मान्नोत् उद्विजते लोकः lokan no vijate cha yaha right from whom the world doesn't get disturbed and he doesn't disturb the world yasman no udvijate lokah lokan no vijate cha yaha okay udvij yoga itavya so here the what is there udvijate oh udvijate katam vijate I guess atmanepati vij dhatu उद्विजते सो उद्योगः विज् विजते सो तत्रापि गुणः नास्ति बट् पित् नास्ति खलु अपित् एव खलु ते प्रत्ययः आत्मनेपति लट्लकार विज् इति धातुत्रयमस्ति दृष्टं खलु उद्विजते इति अस्तु खलु सो ऐ थाट् इट् शुड् बि शप् अकार बट् शप् अस्ति चेत् गुण भवति जुहोत्यादिगणे जुहोत्यादिगणे एकः विज् धातुः अस्ति सुधादौ रुदादौ अपि विज् धातुगणधातु विजते विजते अस्ति वयसालने अन्यत् प्रत्ये वेजनीय इति भवति अत्र ईट् नास्ति खलु यत्र वीट् नास्ति तत्र गुणः भवति आम् एतदेव अयं धातुः प्रायेण प्रायेण उत्पूर्वरूपेण एव प्रयुज्यते ओबिजि ओके अत्र केवलं उद्वेगः सत्यं तद् प्रायः गयन्तः उद्वेगः इति गायन्त ओके उद्विजयोगः इतव्य पुगन्तलघुपदस्य च गुणा प्रसक्तिः बट् परन्तु गुणः नास्ति ओके ङिति च गुणनिषेधः उद्विजितव्यम् एवमेव उद्योगः विजयोगः इतुम् उद्विजितुम् उद्विजितुम् उद्विजि विजितृ उद्विजे विजेता उद्विज् वेजित्री उद्वेजित् उद्विजितृ ओके विज इट् ओ दिस् इस् 1 2 2 1 2 2 1 2 4 सो प्रथम सेक्षन् एव ओके 1 2 2 तुदादिगणीय विज् धातुतः ओ विजि भयचलनयोः इत्यस्मात् सर्वे विधीयमानः इडादिप्रत्ययाः ङित्वत् भवति विज इट् अस्तु उद्विजितव्यम् उद्विजितुम् उद्विजिता इट् इति किम् उद्वेजनम् उद्वेजनीयम् इट् इति किम् उद्वेजम् उद्वेजनीयम् ओके विजः पञ्चम्यन्तम् इट् प्रथमान्तं द्विप्रथमितं सूत्रं घाङ्कुटादिभ्यो ऐ निन् अणिन् ञित् इत्यस्मात् ञित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विजः इट् ञित् इट् इति किं वाट् इस् दट् उद् वेजनम् ते उद्वेजनम् इत्यस्य कृते गुणा दृश्यते ओ अनिट् अनिट् अस्ति इत्यनेन देन् गुणा अस्ति अस्तु तदेव तृतीय अन्यद् धातुः अपि आसीत् खलु किम् आसीत् इदानीमेव उक्तवती विवादिगणा उक्तवती खलु जुहोत्यादिगण विजिर्पृथक् भावे अस्तु भगिनि उद्वेजनम् उद्वेजनम् उद्वेजनीयं वेजनीयम् ओके ईय प्रत्यय उद्वेजनम् अन अन अन पठनं सो तत्र ईडागमः नास्ति उद्वेजनं गुणः अपि भवति गुणः भवति प्रायः एतदेव प्रत्यय एतदेव धातुः अन्यधातुः न विज् धातुः ओ विजि भयचालनयोः इट् इति किं सो तत्र नुवुल् इति प्रत्ययः अनन्तरम् अनियर् अनियर् तु इडादिप्रत्ययः नास्ति खलु अनियर् इति इडादि नास्ति तत्र एव भवति नुवुल् अपि तत्र एव वदति अन्यधातुः अन्यधातुः नास्ति एतद् धातुः एव एषः एव ओविजि ओविजि भयचलनयोः एव तत्र अन्यद् तद् सेट् तद् इतोपि एकम् उक्तवती खलु ओविजि भयचलनयोः इति धातुद्वयमपि सेट् विजिर् पृथक् भावे इति अनिट् अत्र किं वदति इडादि इति किम् इट् इति किम् इट् इति इत्युक्ते तत्र किमर्थम् इति उक्तम्? इट् प्रत्ययः अस्ति चेदेव ङित्वत् भवति. तत्र अनियर् प्रत्ययः तु इट् नास्ति खलु? अण्वुल् अपि नास्ति खलु? वलादि अतः तत्र तस्य विषये एव वदति, तस्य विषये एव. तत्र ङित्वत्वं नास्ति, अतः गुणः अपि भवति. उद्वेजनम् उद्वेजनम् प्रत्युतोदाहरणम्. अन्यस्य विषयेण, अन्यधातुविषयेण, अस्य धातुविषये एव वदति. सत्यम्. अस्तु भगिनि, अस्तु, सम्यक्, धन्यवादः भगिनि. महोदय, यज् यज् धातु, यज् धातुः अत्र सन्धिविशेषः. यज् इत्यस्य जलिपरे शब्दं भवति, व्रश्च भ्रश्च सृजमज यजराजभ्राजश्च शांशः इत्यनेन. तर्हि यज् योगतव्यत्, यश् योगतव्य, अनन्तरं कृत्वं यश् योग तव्य, यष्टव्य, यष्टव्यम् इति. तथैव यज्योगतुमं तत्रापि यष्टुं, यज्योगतृश् यष्टा इति, यष्टृ यष्टा यष्ट्री यष्टृ इति भवति. वेट् धातुः अञ्जु मृजु इति तत्र ऊदितः तेषां ये वेटः. अञ्ज् धातुः इडादिपक्षे केवलं वर्णमेलनमस्ति, अञ्जितव्यम् इति, अञ्जितुम् अञ्जिता इति, अञ्जित्र इति प्रातिपदिकम्, अञ्जिता, अञ्जित्री, अञ्जित्र इति. अनिडादिपक्षे तत्र अञ्ज् इति तत्र मूले नकार अस्ति, अञ्ज् योगतव्य, कुत्वम् जकारस्थाने गकारः, अनन्तरं तत्र नकारस्य अनुस्वारः, जलितेन अनुस्वारः, अनन्तरं तत्र गकार तत्र गकारस्य परिचयतेन चत्वम्, अनन्तरं तत्र चतुर्थपादे अस्ति तत्र अनुस्वारते परसवर्ण अन्तिमे भवति, नश्च पतञ्जलि इति तृतीयपादे परिच अनुस्वारस्य परसवर्ण. तर्हि रूपं भवति अङ्क्तव्यं, तथैव अङ्क्तुम् अङ्क्ता इति, अङ्क्तृ इति अङ्क्ता इति भवति. तत्र मृज् धातुः तत्र मृजेर्वृद्धिः, तत्र मृजेर्वृद्धिः इति पुगन्तलघुबद्धस्य इत्यस्य अपवादः अस्ति. मृजयोग इडादिपक्षे मार्जितव्यम् इति भवति, मार्जितुं, मार्जितृ, मार्जिता इति. अनिडादिपक्षे मृज् इति अस्ति, तत्तव्य, मार्ज्योगतव्य, व्रष्टभ्रश्च इति मार्षियोगतव्य, माष्टव्यं, माष्टव्यं, मास्तुं, मार्ष्टा इति भवति. मृजेर्वृद्धिः वयं जानीमः, मृजेः अङ्गस्य इकः वृद्धिः सार्धातुके आर्धातुके प्रत्यये परे इति. अस्तु, तवर्गान्त भवान् पठतु, अनन्तरं दकारान्तः अरुणाबद्धि पठेत्. तवर्गान्त दातवः, तकारान्तः तकारान्त च दातः, दातवः सर्वे सेटः. एकाद् दकारान्त दातवः, पञ्चदश दातवः अनिटः, एते सर्वे सामान्यः लघुपदाः चेत् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. सर्वेषां हलसन्धि भवति करिच इति सूत्रेण. अद् योगतव्य, तत्र तत्त्वम् अत्तव्यम् इति भवति, अत्तव्यम्, अत्तुम्, अत्ता इति. पद् तत्रापि अद् पद् सद् षद् एते सर्वे किद् चिद् बिद् बिद् स्विद् क्षुद् सुद् मृद् स्कन्द् एते अनिटः. अस्तु, तथैव तद् योगतव्यं, तत्तव्यं, तत्तुं, तत् सत् तत्र इति सत् एकनिमिष सद् खलु न भवति. अस्तु, सत्तव्यं तत्र जरोजरी भवति वा इति चिन्तितं तत्र नास्ति खलु, हल् नास्ति, हल् उत्तरस्य जर सत्ता इति, तत्ता, तत्री, सत्र इति. षद् तत्रापि षद् इत्यस्य अपि षत्तव्यं षत्तुं षत्ता इति हद् हत्तव्यं हत्तुं हत्ता इति किद् तथैव किद् अस्तु अत्र गुणः भवति खेद् केत्तव्यं केत्तुं केत्ता केत्तव्यं चेत्तुं चेत्ता भेत्तव्यं भेत्तुं भेत्ता वेत्तव्यं वेत्तुं वेत्ता श्वेत्तव्यं श्वेत्तुं श्वेत्ता सुदु श्रोतव्यं श्रोतुं श्रोत्ता स्विद् खलु श्वेतव्यं स्विद् श्वेतव्यं श्वेत्तुं श्वेत्ता इति सुद् श्रोतव्यं श्रोतुं श्रोत्ता सुद् श्रोतव्यं श्रोतुं श्रोत्ता इति नुदु तत्रापि गुणः नोत्तव्यं नोत्तुं नोत्ता इति कन्द् तत्र कन्तव्यं कन्तुम् एकनिमिष कन् किमपि न एक नकार दकार तकार अस्ति खलु तर्हि एकनिमिष स्कन्द् योग तव्यं तव्यस् इति अस्ति स्कन्द् स्कन्त् अस्तु अनुस्वारः भवति खलु स्कन्त् एकनिमिष अनुस्वारः भवति स्कन्द् योग स्कन्द् योग तव्यत् अनन्तरं स्कन्त् योग स्कन्त् योग तव्यत् अनन्तरम् अनुस्वारः भवति तत्र जरोजरी भवति खलु अनुस्वारे परस अनन्तरं जरोजरी खलु स्कन्तव्यं अनन्तरं भवति इति चिन्तयामि अन्तिमे अन्तिमसूत्रमेव अन्तिम अतः भवति एकस्य सकारस्य लोपः भवितुमर्हति विकल्पेन कन्तव्यं कन्तुं हलः परस्य जर्वर्णस्य सवर्णे जर्वर्णे परे विकल्पेन लोपः इदानीं किम् अस्ति अस्माकं कृते नकारः इदानीं नकारः आनीतवन्तः खलु अनुपद अनुस्वरस्य परसवर्णः नकारः हल् वर्णः हल् परस्य जर्वर्णस्य तकारस्य सवर्णे जर्वर्णे परे विकल्पेन लोपः भवति एव खलु कन्तव्यं कन्तुं कन्त इति अत्र तकारद्वयं भवति तकार एक एव तकार अपि भवति सत्यं तद्भवति एव अत्र सर्वाणि पूरितानि एव खलु निमित्तानि हल् वर्णस्य हल् परस्य जर्वर्णस्य हल् परस्य जर्वर्णः सवर्णे जर्वर्णः एव परे अस्ति अतः विकल्पेन आं सत्यं भवति स्कन्ता स्कन्ता स्कन् न स्कन्ता एकः एव तकारः द्वित्वतकारः अनन्तरम् एकातकारः सत्यं सत्यम् अस्तु अस्तु महोदय धन्यवादः प्रायः अरुणा भगिनी दकारान्तदातुषु भगिनि दकारधातुषु द्वौ धातु वेतौ क्लिद् चन्द् क्लिद् धातुः विदादिपक्षे क्लिद् युगः इत्यव्य सुगन्तलघुपदस्य चतुसहस्रणस्य उपधाया इक्वर्णस्य गुणः भवति क्लेदितव्यं क्लेद् इतव्य क्लेदितव्यम् इति रूपं भवति तदेव क्लेदितृ क्लेदिता क्लेदितृ क्लेदित्रि इति रूपाणि अनितादिपक्षे क्लेद्योगतव्य केवलं भुगन्तलघुपदस्य गुणाः क्लेद्योगतव्य करिचर्जन क्लेत्तव्यम् इति भवति क्लेत एवमेव क्लेद् योगहातुं क्लेतुं क्लेद्योगतृ क्लेतृ क्लेत्ता क्लेत् तृ क्ले त्रि इति रूपं भवति चन्द् धातुः यदाधिपत्य क्लिद् क्लेद् भवति खलु सत्यम् आं भगिनि स्यन्द् धातु आं खलु चन्द् धातु यदाधिपत्ये चन्द् यवितव्यं चन्दितव्यम् एवमेव चन्दितुं चन्दितृ चन्दितृ चन्दितृ चन्दिता चन्दित् तृ सन्दि सन्दि सन्दि इति भवति अनिट् पक्षे यं निवतव्यत् चन्तव्यं तदेव चन्तुं चन्तृ चन्ता चन्तृ चन्त्रि इति कृतम्। अधुना एकम् अत्र जलोजरि सवर्णे कृतं खलु नकारः तकारः एकः एव तकारः दृश्यते सूत्रं न उक्तं परन्तु स्यन्तव्यम् इत्येव अस्ति खलु अत्र कारद्वयं न दृश्यते स्यन्तव्यं स्यन्तव्यं स्यन्तव्यम् इति रूपद्वयम् आं भगिनि एकाशकारान्तदातवः दशदातवः अनिटः एते सर्वे सामान्याः लघुपदा पदाः चेत् प्रबुद्धलघुपदस्य इत्यनेन गुणकार्यं भवति सर्वेषां जलसन्धिः भवति जस्तथोर्धोर्धः जलां जष् जषि इति सूत्राभ्यां जष् जष्टथोर्धोर्धः इति सूत्रेण प्रत्यय आदौ तकार थकार इत्यनयोः स्थाने ढकार आदेशः भवति तदनन्तरं जस्तथोर्धोर्धः जष् उत्तरस्य तकार थकारयोः स्थाने धकारादेशः भवति धातु वञ्चयित्वा तश्च था च तयोः इतरेतरद्वन्द्वः तयोः तथोः अकारान् उत्तर अकारः उच्चारणार्थम् अस्ति अग्रे ध दः इत्यस्य दकार अकारः अस्ति तथा न ता अधः नञ् तत्पुरुषः तस्मात् अधः जष् पञ्चम्यन्तं ततोपस्यन्तं पश्यन्तं दः पदमान्तम् अधः पञ्चम्यन्तम् अनेकपदमिदं सूत्रं सूत्रे स्वयं सम्पूर्णं जषः ततोः दः अधः जष उत्तरस्य तकार जषः इत्यनेन जष उत्तरस्य ततोः लिखेन तकार तकार प्रत्यय आदि प्रत्यय आदे अस्ति चेत् दहः आदेशः भवति अधः मीन्स् धातु विहाय तदा जलां जष् जषि इत्यनेन धात्वे चतुर्वर्णस्थाने तृतीय आदेशः भवति जलां जष् जषि सूत्रं वदति जलां स्थाने जष् आदेशो भवति जषि करे जलां जष् जषि संहितायां सिद्धियोगः सिद्धियोगतव्य सुगन्तलघुपदस्य इत्येन गुण भवति षेत् युगतव्य जस्तथोर्धोर्धः इत्यनेन षेत् योगः धव्य जलां जस् जषि इत्यनेन सेद् युग धव्य सेद्धव्यम् इति रूपं सेद्धुं सेद्धुं षेद् सेद्धृ सेद् अ सेद्रु सेद्रि भवति व्यद् धातु व्यद्यव्यं व्यद्यव्यं व्यद्धुं तुं व्यद्धुं व्यद्धुं व्यद्धुं तृच् व्यद्रु व्यद्धा वेद्रु वेद्रि भवति क्रुद्धति गुण भवति पर्वणं पुगन्तलघुपदस्योजन क्रोध् योगतव्य क्रोधयोगः क्रोद्धि क्रोद्धव्यं क्रोद्धुं क्रोद्रु क्रोद्र क्रोद्रु क्रोद्रि भवति शुद्ध अपि समानमेव गुण भवति श्रोतव्य शोद्धव्य श्रोतुं श्रोतृ श्रोतृ श्रोत्र श्रोतृ श्रोत्रि बुद् अत्रापि गुणः भवति बुद् बोद्धुं बोद्ध बोध्य बोध्यं भगिनि बोद्धव्यं बोधत्य बोधृ बोध्र बोधृ बोध्री युद् अत्रापि गुणः भवति योद्धव्यं योद्धतु तृच् योद्धृ योद्धृ योद्धा योद्धृ योद्ध्री भवति शुद्ध गुणः भवति शोध शोद्धव्यं शोध्यं शोधृ शोध्र शोध्य शोधृ शोधृ शोध्री भवति राद् गुणकारं नास्ति राद् राद्धव्यं राद्धव्यं राधुं राधृ राधा राधृ राध्री भवति सादपि कार्यं किं नास्ति साधव्यं साधुं साधृ साध्रा साध साधृ साध्री बन्ध बन्ध तत्रापि नकार अस्ति अन्यकारं नास्ति भगिनि नश्च पदान्त तत्र किमर्थं बन्ध धातुः नकार अस्तु सम्यक् एव भगिनि बन्धव्यं बन्ध बन्धभ्य बन्ध बन्ध बन्धुं बन्धुं बन्धुं बन्धृ बन्ध्र बन्धः बन्ध्रु बन्ध्री इति रूपं भवति सत्यं तत्रापि तत्रापि अहं करोति एव खलु समानजर्वर्णः परः नकारः दकारः दकारः ध लोपः जातः तु बन्धा बन्धव्यं बन्धुं परन्तु तादृशरूपं प्रसिद्धं नास्ति खलु तत्र किमर्थं तत् जलाञ्जसि भवति खलु बन्धुम् इति तद् भवति खलु सरोजरि सवर्णे किमर्थं तद्रूपं किमर्थं तेन उक्तम् इति केनापि बाधितं वा नास्ति तत्र न तस्य प्रयोगः न भवति आधिक्येन न कुर्वन्ति रवणभेद अभावं खलु सो रवणभेद अभावम् ऐ स्वाट् मै टीचर् यूस् टु से सम्यक् एव महोदय अस्ति एव तत्र अष्टाध्यायी डाट् काम् मध्ये दृश्यते अस्ति एव तत्र परन्तु यदा वयं बन्धृ इत्यस्मिन् स्थाने बन्धृ इति उपयोगं कुर्मः तदेव सरलमेव खलु सरोजरि सवर्णे अस्ति एव बन्धव्य बन्धव्य सम्यक् कृतवती फर् पुत्र कर्तुम् इच्छति तस्य प्रयोगः आसीत् खलु आसीत् इति चिन्तयामि द्वयमपि ते अतः एव रूपद्वयं कृतवान् तत्र मध्ये त्यक्तवन्तः सम्यक् बन्ध लौकिकभाषायाम् अपि तादृशं भवति खलु महाप्राणस्य कृते अल्पप्राण कुर्वन्ति केचन तत्र आमां सर्वम् सत्यं तद् बकारस्य बकारः केचन कुर्वन्ति वकार बकारयोः अत्र वङ्गभाषा बङ्गभाषा आं सत्यं तदपि दृश्यते खलु. आम् अस्तु. उषा भगिनी भवती एव. द्वौ दकारान्तौ वेतौ. अस्तु. द्वौ दकारान्तौ वेटौ धातु सिद्ध रद्द. ओके, सिद्ध धातुः इडादिपक्षे सिद्ध योगः इतव्य सेदितव्यम्. ओके, वेट् धातु द्वौ दकारान्तौ. ओके, सिद्ध सिद्धयोगः इतव्य सेदितव्यम् एवमेव सेदितुं सेदिता सेदित्री सेदितृ. ओके, अनिडादिपक्षे वेद् धातु सिद्ध योगः तव्यत् सेद् योगः तव्य सेद् योगः तव्य जशस्ततो दोर्धः सेद् योगः धव्य जलां जश् जशि सेद् धव्यम् इति. एवमेव सिद्धयोगः तुमुन् सेद् सेद्धुं सिद्ध योगः तृच् सेद् सेदृ सेदृ सेदृ बिकम्स् सेद् धा. अनन्तरं सेद्धि अनन्तरं सेद्रि द्रि सेद्रि अनन्तरं सेदि न न सेदृ सेदृ इडादिपक्ष इडादिपक्ष रद्द धातु रदि भजोर् रदि जबोर् रदि झबोर् अचि इत्यनेन रद्द धातोः झब् धातोः च नुमागमः अजादिप्रत्यये परे नुमागमः अजादिप्रत्यये परे परन्तु नेट् नेट्य लिटि रदेः इत्यनेन रद्द धातोः नुमागमः न भवति इडादौ लिट् भिन्नप्रत्यये परे न इट् ओ अलिटि ओ न इट् अलिटि. ओके, अतः तव्य तुमुन् तृच् प्रत्ययानां योजनसमये रद् धातोः नुम्मागमः नास्ति. ओके, ओन्लि फर् लिट् लिट् भिन्नप्रत्यये परे नुम्मागमः न भवति. ओके, इडादिपक्षे रद् न इट् इति अलिटि इति खलु न इट् न इट् अलिटि रदेः रैट् न इति अलिटि अपि नेट्य लिटि इति भवति न इति अलिटि अलिटि यकार यकार अस्ति इत्यनेन इति टि अण्ड् देन् अलिटि आम् न इति अलिटि रदेः इति. ओके, इडादिपक्षे रद् इडादिपक्ष दिस् इस् ओ रद् धातु. ओके, वेट् धातु. ओके, अत्र नुम्मागम डिस्कशन् सो नुम्मागम नास्ति इति. ओके, इडादिपक्षे रद् योगः इतव्य रदितव्यम् एवमेव रद् योगः इतुं रदितुं रदितृ बिकम्स् रदिता रदित्री रदितृ. ओके, अनिडादिपक्षे वेट् धातु इत्यनेन रद् योगः तव्यत् जशस्ततोर्धोर्धः जलां जष् जशि इति सन्धिद्वयकार्येण रद् धव्यम् वै धव्यं तव्यत् रद् धव्यम्. ओके, तव्यत् प्रत्ययापि तत्रापि धव्यः धव्या धव्यं खलु. ओके, कर्तुं तत्र इम् अपि तत्र टङ्कणदोषः भगिनि. That is okay, but we are only looking at the Davyam all the time. Davyam, Davyam. That is Saralam iti krithva. Rad yogah tumun, rad dhum, anantaram rad yogah trich, rad dhru, rad dhru bhavati, so rad dhra, rad dha, अनन्तरं रद् द्रि अनन्तरं रद् धृ. अस्तु अस्तु. अनन्तरम् एकाच् नकारान्तदातवः नकारान्तदातः ओके द्वौ धातु अनिटौ जब् इति आम् रदि जबोर् खलु जब् न दत्तम् बट् बिकास् दकारान्तदातु दकारान्तदातु एव वयं बकारान्तेषु आगच्छति पुनः परन्तु अस्य सूत्रस्य तु कार्यमेव नास्ति खलु अत्र अलिटि अस्य सूत्रस्य कार्यं रद् धातोः जब् धातोः उम्मागमः अजादिप्रत्यये परे अजादिप्रत्यये रद् धातु वेट् जब् इति आसीत् आसीत् वा रद् रदब् रदादिभ्यस्त इत्यनेन तत्र सेटः भवति खलु रदादि सेटः भवति वा पश्यामः तत्र केचन दातः सन्ति खलु सूत्राणि आसन् खलु तत्र ऊदितो वा रदादिभ्यस्य ऊदितो वा रदादिभ्यः वेट् खलु वेट् आम् आं भगिनि प्रायः आगच्छति पश्यामः अस्तु भगिनी एतत् मन् ओके द्वौ धातौ अनिटौ मन् हन् ओके अत्र नश्चापदान्तस्य जली अनुस्वारस्य ययि परसवर्णः इति सूत्राभ्याम् अनुस्वारः तथा परसवर्णादेशः मन् योगः तव्यत् नश्चापदान्तस्य जली अनुस्वारस्य ययि परसवर्णः इत्यनेन मन्तव्यम् एवमेव मन्तुं मन्त्र मन्त्र इति मन्त्रा मन्त्री मन्त्र अस्तु हन् योगः तव्यत् नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इत्यनेन हन्तव्यं हन्तुं हन्तृ इति हन्ता हन्ता हन्त्री नो न हन्ता हन्त्री अण्ड हन्तृ ओके समीचीनम् एतावता अनिट् नकारान्तधातूनां चिन्तनं समाप्तम् ओ अनिट् नकारान्तः सेट् अस्ति वा सेट् सेट् नकारान्तेषु अस्ति वा नास्ति खलु नास्ति नास्ति सेट् सेट् कृतवन्तः खलु वयं कृतवन्तः वा न वा एतत्तु बहु रामजनक पुनः पुनः समानम् आगच्छति अनन्तरं भिन्न किमपि अस्ति मम तु भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां तव्यतृच् तुमुन् सत् कृतवन्तः तेषु सामान्यहलन्तः सेड् इदुपदः एकः एव कुटादिगणीयः टीप् धातुः इदानीं वयं किं कुर्मः वेटाम् अनिन्टां हलन्तधातूनां रूपसिद्धिः तत्र कवर्गान्तः अभवत् चवर्गान्तः अभवत् जकारान्तः अद्य एव दृष्टवन्तः तकारान्तः इदानीमेव एकाच् नकारान्तः अभवत् किम् अवशिष्टम् इत्युक्ते पवर्गान्तः तदपि अनिट् अनन्तरं रदादिभ्यश्च आगच्छति इदानीमेव अनन्तरं बकारान्तः मकारान्तः ऊष्मान्तः शकारान्तः ओ शकारान्तः ओ इदानीं सेट् तावदेव वा तावदेव सेट् ओ सेट् धातुः किमपि नास्ति परन्तु आधिक्येन हलन्तधातुषु सेटः एव अस्ति खलु तदेव अतः एव वयम् अनिट् दृष्टवन्तः बट् नकारान्तधातु ऐ गेस् इट्स् नाट् देयर् भगिनि सेटः नकारान्तधातु दट् 6-4 सेक्षन् वाट् इस् दट् सेक्षन् सो मेनि आफ् दोस् किमर्थं तत्र न दत्तम् एतत्तु नकारान्तधातु पठितसूत्रमेव सर्वदा पुनः पुनः आगच्छति नूतनं किमपि न आगच्छति एकनिमिषं फिल्टर्स् कृत्वा पश्यामि तत्र अनिट् सेट् दातवः सेट् दातवः आदिवर्णः अन्तः खलु नकारान्तः पश्यामि हा चतुर् त्रिंशत् धातवः सन्ति सेट् पन्न कन्न सन्न पन्न सन्न छन्न वन् इत्येव त्रयः धातवः भिन्नेषु अर्थेषु सन्ति द्वन्न ओ वन् इति चत्वारि चत्वारः धातवः द्वन्न छन्न मान् दान् शान् ओ बहु बहवः सन्ति भगिनि किमर्थं तत् सर्वम् अत्र न योजितम् तदपि एका चेव एका चेव एका चेव एकनिमिषं कृदन्तरूपं पश्यामि पन् धातुः एकं स्वीकृतवती किम् अस्ति पन् पन् धातुः सव्यत् तुमुन् पनितुम् अनितुं पनायितुम् इति रूपद्वयम् अस्ति तस्य किमर्थं पनायितुम् ूप विच्छिन्नपणि एतत् सूत्रं वयं पूर्वं दृष्टवन्तः खलु आय इति प्रत्यय आगच्छति ऊपु दूपु विच्छिन्नपणि फणिभ्यः आयः 3128 आर्धधातुकस्य इड् वलादेः इट् पनायितुम् इति एकं रूपं पनायितुं पनितुम् इति तत्र रूपद्वयं भवति गुपु दूप विच्छि पणि फणिभ्य आयः आयः किमर्थमत्र नास्ति इति न जानामि परन्तु अस्ति सेट् दातवः नकारान्तेषु अपि अस्ति महोदय प्रायः सरल अथवा बहु दीर्घं करपत्रं भवति इति प्रायः चिन्तयित्वा व्यक्तवान् अस्तु अस्तु पवर्गान्तः कृत्वा समापयामः महोदय भवान् पवर्गान्तदातवः पठति वा केवलम् अनिटः एव स्वीकृतवन्तः सेटः एव न स्वीकृतं प्रायः सेटः इति बृहत् कार्यं नास्ति किमपि कार्यं न अधिककार्यं न भवति खलु अतः एव प्रायः अत्र किमपि अधिकं किमपि नास्ति खलु पठित सन्धिकार्यं पठितसूत्रमेव पुनः पुनः आगच्छति नूतनविषयः किमपि नास्ति एतद् गुपु तु तद् सूत्रं नूतनमेव खलु अस्माकं कृते बहु पूर्वं कृतं तद् एकवारं पुनः कुर्मः चेत् सो किञ्चित् भिन्नरीत्या भवति तदेव त्रिपुर एकनिमिष पवर्गान्तः एका च पकारान्तदातवः त्रयोदशदातवः अनिटः येषु दशदातवः सामान्यः त्रयः ये ऋतुपददातवः तेषां विशिष्टकार्यं तत्र वयं अनुदातस्य ऋतुपदस्य इति सूत्रम् दशसामान्यपकारान्ताः अनिट् दातवः सामान्याः तप् योग तव्यं तव्यत् तत्र किमपि नास्ति केवलं तप्तव्यं तप्तुं तप्त्वा वक्तव्यं वक्तुं वप्ता शप्तव्यं शप्तुं शप्ता स्वप्तव्यं स्वप्तुं स्वप्ता इति भवति क्षिप् क्षेप्तव्यं क्षेप्तुं क्षेप्ता तेप्तव्यं तेप्तुं तेप्ता लेप्तव्यं लेप्तुं लेप्ता क्षोप्तव्यं चोप्तुं चोप्ता लोप्तव्यम् आप्तव्यम् इति तत्र एते तर्हि तत्र तप् वप् शप् स्वप् क्षिप् तिप् लिप् सुप् लुप् आप् इति एते प्रकारान्त अनिटः अपि च ये अन्ये अवशिष्टाः त्रयः तृप् दृप् सृप् एते त्रयधातव अनुदात्ताश्च ऋतुपदाः तृप् दृप् सृप् एते त्रयधातव अनुदात्ताः च ऋतुपदाः इत्यनेन तत्र विकल्पेन समागमः भवति सूत्रमस्ति अस्तु अधस्तनसूत्रद्वयं दृश्यताम् एकाच उपदेशे अनुदात्तात् एकाच उपदेशे अनुदात्तात् या औपदेशिक एकाच अपि अनुदात्ता अपि अस्ति तस्य तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति एते अस्तु तर्हि अनुदात्तस्य च ऋतुपदस्य अनतरस्याम् अनुदात्तस्य च ऋतुपदस्य अनतरस्याम् इति सूत्रेण अनागमः भवति एते अनुदात्ताः सन्ति त्रप् दृप् सृप् तर्हि अनिटः एका च उपदेश अनुदात्तात् इति तत्र अनिट् इति अनिट् खलु तर्हि अनुदात्तस्य चतुरुपदस्य अनतरस्याम् इति सूत्रम् अस्ति उपदेशे अनुदात्त यः ऋतुपदः तस्य अनागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे तर्हि तत्र निमित्तमस्ति जलादि भवेत् अकित् प्रत्ययः भवेत् तर्हि ऋकारः उपधायां भवेत् अनुदात्तः स्यात् तर्हि तत्र अनागमः भवति इति अस्ति तृप् अस्तु तत्र तृप् स्पृश् मृष् कृष् इत्येते चत्वारः धातवः अनिटः किमस्ति तत्र अनिटः अस्तु तृप् स्पृश् मृष् कृष् इत्येते चत्वारः अनिटः तृप् दृप् एते द्वौ धातु वेटौ अस्तु तत्र तत् रदादिभ्य इत्यनेन तत्र एते योजितमस्ति एतौ द्वौ धातु तृप् दृप् एतेतौ द्वौ धातु वेटौ तृप् दृप् इत्येतौ द्वौ धातु तौ एव यौ अनिट् हलन्तधातुपाठे उक्तौ तृप् प्रीणने दिवादि तृप्यति दृप् हर्षमोहनयोः दिवादि दृप्यति तर्हि कथम् अत्र वेट् धातुस्य अपि पठितौ वस्तुतस्तु एतौ द्वौ धातु मूलतः अनुदात्तौ एव अस्तु अनुदात्तः नाम कः अपि च कथं जानीमः के धातवः अनुदात्ताः अनुदात्तस्य अनुदात्तः धातोः एका संज्ञा अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः प्रयोगः कृतः एका च उपदेशे अनुदात्तात् अनुदात्तस्य च ऋतुपदस्य अनतरस्यां तर्हि अनुदात्तः इति संज्ञा उपयुज्यते अष्टाध्याय्यां किन्तु अस्मिन् ग्रन्थे के धातवः अनुदात्ताः इति नोक्तम् प्रायः पाणिनेः धातुपाठे दत्तं स्यात् परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञायाः महत्त्वमस्ति अधुना किं प्रमाणं कस्य कस्य धातु अनुदात्तसंज्ञा भवति महाभाष्ये दीयते यत् हलन्तधातुषु द्वियुत्तर एकशतधातवः एकशतं धातवः अनुदात्ताः अपि च एवं विधीयते यत् अजन्तेषु द्वादशधातवः अपि च सर्वे ऊकारान्ताः दीर्घकारान्ताः च चेटः तान् विहाय सर्वे अजन्ताः अनिटः तत्र एकाच उपदेशे अनुदात्तात् इति सामान्यसूत्रेण यः धातुः एकाच्च अनुदात्ता च तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति परन्तु त्रिभिः सूत्रैः विकल्पेन इडागमः भवति एभिः त्रिभिः सूत्रैः धातुभ्यः इडागम वा विकल्पेन भवति तेषु धातुषु केवलं द्वौ धातु अनुदात्तौ तृप् दृप् येषाम् इडागमः वा भवति तेषु तृप् दृप् इति धातु विहाय अवशिष्टधातवः सर्वे चेटः इति क्षेत्रात् स्वीकृतः अस्तु येषु च त्रिषु सूत्रेषु एकमस्ति रदादिभ्यश्च इति सूत्रं येन विशिष्टसूत्रेण रद् नष् तृप् दृप् दृः मुः टुः स्निः इत्येतेभ्यः धातुभ्यः वलादेः आर्धातुकस्य इडागमः विकल्पेन भवति एवञ्च रदादिभ्यश्च इति सूत्रम् एकात् उपदेशे अनुदात्तात् इति सामान्यसूत्रस्य अपवादः अस्ति अपवादः अस्ति एकाच उपदेश अनुदात्तात् इति सामान्यसूत्रेण इडागमनिषेधः भवति स्म तदा रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते त्रीणि अपि वेट् विधायकसूत्राणि इडागमनिषेध अपवादाः वा इडागमविधान अपवादाः वा भवन्ति दृप् दृप् स्वीकृत्य इडागमनिषेध अपवादाः अन्यान्नपि वेट् धातून् स्वीकृत इडागमविधान अपवादाः बोध्यं यत् अष्टाध्यायं केवलम् इट् शब्दः लभ्यते सेट् अनिट् वेट् इत्येते त्रयः शब्दाः अष्टाध्यायं न लभ्यन्ते तर्हि इट् इति संज्ञा लभ्यते अपि च अनुदात्ताः इत्यपि लभ्यते औकार्यार्थं सेट् अनिट् वेट् इति वदामः परन्तु मूलसंज्ञा अस्ति अनुदात्तः इति अस्माभिः पठितं पूर्वं तत्र एतत् पठितं खलु पूर्वम् आमां रङ्गादिभ्यस्य इत्यतः तृप् दृप् अस्य अस्य विषये एव वयम् अस्माभिः पठितं किमर्थं तत्र स्थापितम् अस्ति तत्र विशेष वैशिष्ट्यं किम् अस्ति इति अतः सूत्रं त्रीणि सूत्राणि वेट् विधायकसूत्राणि एतत् सर्वं तत्रापि आसीत् खलु एकात् उपदेशे अनुदात्तात् द्वितीयसूत्रं किम् अनुदात्तस्य च उपदस्य अन्यतरस्याम् अनन्तरं रदादिभ्यश्च समीचीनं वा न न तत् त्रीणि सूत्राणि वेट् विधायकसूत्राणि रदादिभ्यश्च ऊदितो वा अपि च तदेव इडागमनिषेध अपवादः इडागमविधान अपवादः स्वरति सूति श्रूयति अपि च रदादिभ्यश्च ऊदितो वाति श्रूयति गूञ् ऊदितो वा ओ तत्र एव आगच्छति तत्र एव निरहकुशः तत्र एतत् तृप् तृप् इति अनेट् अनुदात्त अस्ति तर्हि अनेट् भवेत् परन्तु अत्र विकल्पेन कृतमस्ति रदादिभ्यश्च इति तत्र अन्तर्गतमस्ति इति अमागमस्य कृते आवश्यकमस्ति इति आसीत् अन्यत्र एते अन्ये ऋतुपददातवः केचन सन्ति ते ते सेटः अस्ति चेत् अत्र न भवति खलु उदात्तः अस्ति चेत् तत्र अमागमः न भवति अमागमः न भवति स्पृश् स्पृश् एतत् स्पृश् स्पृश् मृश् कृश् एते अत्र कृश् इति एते ऊदितः चिन्तयामि ऋदुप ऊदितः अतः तत्र सेटः वेट् वेट् भवति वेटः सृपु स्पृशु मृषु इति वा आम् अहं चिन्तयामि पश्यामः सृप्कु खलु तत्र अस्ति ऊदितो इति सूत्रं स्वीकुर्वन्ति चेत् तत्र भवति 7244 सृप्लुं गतौ इत्येव अस्ति सृपु वा सृपु वा सृप्लु सृप्लु लु तत् लकार ऊदितेव अस्ति खलु तर्हि उकारः इत्सञ्ज्ञकः सृष्टु स्पृश् एव अस्ति स्पृश उपदेशे अजनुनासिक इति अनुनासिक एव स्पृश् इत्येव अस्ति मूलधातुः किमपि अन्यत् अस्ति वा तदेव अनिटेव अनिटेव अनिटेव साक्षात् अनिटेव साक्षात् अनिटेव तर्हि तत्र भवति खलु तर्हि तत्र अमागमः भवति सत्यं तत्र भवति भवति यत्र इत्युक्ते इडागमनिषेध अपवादः इत्युक्ते इडागमः भवति विधान अपवादः इत्युक्ते इडागमः न भवति केषुचन स्थलेषु एव खलु सर्वत्र न तृपु दृपु स्वीकृत्य इडागमनिषेध अपवादः अन्यत्रापि वेट् धातूनां स्वीकृत्य इडागमविधान अपवादः अस्तु अस्तु, एतद्वयं वयम् अग्रिमसप्ताहे, ओ अग्रिमसप्ताहे तु गणेशचतुर्थी अस्ति 27th, तस्मात् अग्रिमसप्ताहे वयं मेलिष्यामः. समीचीनं वा भगिनि? 27th इति पर्वकालः खलु. विल् मीट् द वीक् आफ्टर् सेप्टेम्बर् मासे मिलामः, तावत्पर्यन्तं वयं स्मरामः वा एतद् इति चिन्तयामः. वेट् मोदकं सर्वं खादित्वा वेट् सेट् तस्मात् एव आरम्भं कृत्वा पुनः पठामः. अस्तु अस्तु, धन्यवादः. धन्यवादः महोदय. शुभरात्रिः. नमस्ते.